अहना भवतु अहनौ भुनक्तु अह वीर्यङ्करमावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ धन्यवादः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं विषयः प्रचलन् विषयः अस्ति तत्र कर्मणि भावप्रयोगे लोट् लकारः लोट् लकारस्य रूपाणि कथं भवन्ति इति विषयः तत्र पाठं 134-135 मध्ये यः पाठः अस्ति तं पाठं वयं सावधानेन परिशीलितवन्तः इदानीं तत्र अभ्यासः सन्ति तानपि कुर्मः तत्र प्रथमतया तत्र पुनस्मरणं भवेत् तत्र नियमाः के इति तत्र अपि रूपं कथं भवति इति अतः तत्र नरेश महोदय तत्र एकवारं वदति वा तत्र किमपि स्वीकुर्मः तत्र तत्र एतत् रक्षतु रेकार्डिङ्ग् हेस् स्टार्टेड् क्षम्यतां रक्षति इति स्वीकुर्मः नरेश महोदय इदानीं तत्र रक्षति इति कर्त्री लट्लकारः अस्ति कर्मणि लट्लकाररूपं किमस्ति कर्मणि लट्लकार रक्षते रक्ष्यते यकारस्य योजनं रक्ष्यते इदानीं तदनन्तरं तत्र लोटि किं भवति रक्ष्यते रक्ष्येतां न तत् लट् लट् लटि रक्ष्यते समीचीनं रक्षति इति कर्त्री लट् कर्मणि लट् अस्ति रक्ष्यते इदानीम् आत्मनेपदी रूपं प्राप्तं खलु आम् रक्ष्यते इदानीं लट् लकारः मास्तु लोट् लकारः लोटी रूपं कथं भवति रक्ष्यतां रक्ष्यताम् इति समीचीनम् अतः रक्षति इति कर्तरि लटि कर्मणि लटि कर्मणि लटि रक्ष्यते इदानीं लोटि कर्मणि लोटि रक्ष्य रक्षताम् रक्ष्यताम् इति भवति इदानीं तत्र रूपाणि वदतु लोटि रक्ष्यतां रक्ष्यतां रक्ष्येतां रक्ष्यन्तां रक्ष्यस्व रक्ष्याम् रक्ष्यध्वम् रक्ष्यै रक्ष्यावहै रक्ष्यामहै इति भवति समीचीनं हा अस्तु अग्रे गीताञ्जलिभगिनी इदानीं तत्र एतद् द्वितीय अभ्यासः अस्तु द्वितीय पेज् नम्बर् 137 भगिनी तत्र पश्यतु इति धातोः रूपाणि दत्तानि सन्ति तदनन्तरं जानातु इति अस्ति ज्ञायताम् इति अस्ति अतः तत्र जानाति इति क्रियापदस्य लटि जानाति इति अस्ति कर्त्री लटि कर्मणि लटि रूपं किमस्ति ज्ञायतां लटि ज्ञायते लटि क्षम्यतां महोदय लटि ज्ञायते जानाति तु लट् अस्ति कर्मणि लट् ज्ञायते कर्मणि लोट् अस्तु कर्तरि लोट् महोदय कर्तरि लोट् जानातु अस्तु अस्तु अपि च कर्मणि लोट् ज्ञायतां ज्ञायेतां ज्ञायन्तां ज्ञायस्व ज्ञायेत्थां ज्ञायध्वं ज्ञायै ज्ञायावहै ज्ञायामहै समीचीनम् इदानीं तदेव तत्र सः इति उपयुज्य वदतु भगिनि सः ज्ञायतां तौ इति सः तौ ते त्वं युवाम् इति योजनेन अपि पुनः एकवारं वदति वा ज्ञायताम् आं महोदय सः ज्ञायतां तौ ज्ञायेतां ते ज्ञायन्ताम् त्वं ज्ञायस्व युवां ज्ञायेथां यूयं ज्ञायध्वम् अहं ज्ञायै अवां ज्ञायावहै वयं ज्ञायामहै. हा समीचीनं भगिनि, धन्यवादः. इदानीं रघुवीरेन्द्रस्वामी, इदानीम् अग्रे तत्र वदतु इति अस्ति, तत्र वदति इति लटि कर्तरि. इदानीं तत्र महोदय वदतु वा, हा वदतु इति अस्ति महोदय, तत्र 137 इति अस्ति, वदतु तु लोट् अस्ति. ज्ञायताम् अनन्तरम् उद्यतां नास्ति, कर्मणि अस्ति, किन्तु धातु कर्तृलट् अस्ति, वदति. इदानीं कर्मणि कर्मणि लट्लकार किम् अस्ति, उद्यते. वदतु कर्मणि उद्यताम्, न न कर्मणि लोट् अस्ति, उद्यताम् लोट् वा. तत्र अत्र महोदय तत्र उच्यतां वा महोदय, प्रथमतया तत्र लट् लटि कथं रूपं कथं भवति इति ज्ञातव्यं खलु. अतः वदति इति अस्ति चेत् तत्र कर्तृरूपम् अस्ति वदति, कर्मणि रूपम् अस्ति तत्र उद्यते इति. तत्र सम्प्रसारणं लटि लटि लटि, हा एतत् सम्प्रसारणम् इति पूर्वं दृष्टवन्तः खलु तत्र. सत्यं सत्यं, उद्यते इति पुटसङ्ख्या 125 मध्ये एतद् अस्ति. हा अतः तत्र उद्यते, तदनन्तरं लोट् इच्छामश्चेत् उद्यताम् इति भवति. तत्र केवलं सोपानानि सोपानानां तत्र पुनःस्मरणं तावदेव. अतः तत्र वदति किं भवति, उद्यते, तदनन्तरम् उद्यताम् इति भवति. इदानीं रूपाणि वदतु, उद्यतां वदति, उद्यते भवति, वदतु उद्यतां भवति खलु. सत्यं, हा कर्मणि सत्यम्. उद्यताम् उद्येताम् उद्यन्ताम् उद्यस्व उद्येथाम् उद्यध्वम् उद्यै उद्यावहे उद्यामहे. इदानीं तत्र सा इति उपयोगं कृत्वा वदतु. सा उद्यतां, ते उद्येतां, ताः उद्यन्ताम्, त्वम् उद्यस्व, युवाम् उद्येथाम्, यूयम् युवां यूयम् उद्यध्व उद्यध्वम् त्वम् उद्यस्व, युवाम् उद्येथाम्, यूयम् उद्यध्वम्, अहम् उद्यै, आवाम् उद्यावहै, वयम् उद्यामहे. हा इति समीचीनम्. हा अस्तु समीचीनम् अस्तु. अग्रे नरेश महोदय, इदानीं तत्र लभते, तत्र लभते इति लट् कर्तरि. इदानीं लभते इति लट् कर्मणि किं भवति नरेश महोदय? लभ्यते, लभ्यते. हा तत्र लभते स्थाने यकारः मध्ये आगच्छति, लभ्यते. तदनन्तरं लोटि किं भवति? लभ्यतां, लभ्यताम् इति रूपं भवति. हा अस्तु, इदानीं तत्र एषः लभ्यताम् इति वदतु. एषः लभ्यताम्, एतौ लभ्येताम्, एते लभ्यन्ताम्, त्वं लभ्यस्व, युवां लभ्येथाम्, यूयं लभ्यध्वम्, अहं लभ्यै, आवां लभ्यावहै, वयं लभ्यामहै. हा इति समीचीनम्. हा अस्तु, इदानीं तत्र गीताञ्जलि भगिनी, इदानीं तत्र उपविशति इति तस्य कर्मणि लोट् सोपानेन प्रदर्शयतु भगिनि. उपविशति कर्मणि लोट् अस्तु. उपविश्यताम्, प्रथमतया कर्मणि लट् कर्मणि लट् किम् अस्ति उपविशति उपविश्यते हा उपविश्यते तदनन्तरं कर्मणि लोट् लोट् उपविश्यताम् उपविश्यतां समीचीनं भगिनि हा इदानीं तत्र नवरूपाणि वदतु भगिनि हा रामः उपविश्यतां रामौ उपविश्येतां रामाः उपविश्यन्तां त्वम् उपविश्यस्व युवाम् उपविश्येथां यूयम् उपविश्यध्वम् अहम् उपविश्यै आवाम् उपविश्यावहै वयम् उपविश्यामहै हा समीचीनं भगिनि उत्तमम् अस्तु अग्रे तत्र रघुवेन्द्रस्वामी इदानीं तत्र भूधातुः तत्र भवति इति तत्र कर्तृ लट् अस्ति भवति कर्मणि लट् किं भवति भूयतां लोटि लोटि भूयतां किन्तु सोपानं लटि प्रथमतया भूयते तदनन्तरं भूयतां हा समीचीनं हा इदानीं तत्र भूयताम् इति तत्र नवरूपाणि वदतु भवति भूयते भूयतां भूयेतां भूयन्तां भूयस्व भूयेथां भूयध्वं भूयै भूयावहे भूयामहे हा उत्तमम् अस्तु समीचीनम् इदानीं तत्र साधारणसत्र रूपं कथमस्ति इति तस्य पुनस्मरणं जातम् अस्तु इदानीं तत्र अपि द्वितीयाभ्यासः यः अस्ति तत् तदपि कृतवन्तः तत्र पेज् 136 मध्ये अपि तत्र वाक्यानि सन्ति तमपि एकवारं परिशीलयामः तदनन्तरम् अन्यान् अभ्यासनमपि कुर्मः एकः प्रश्नः अस्तु वदतु महोदय ऊहताम् इति तत् वसति वा कस्य ऊहतां वहति वहति इति ऊह्यताम् इति वहति इति चिन्तयामि तत्र ऊहताम् इति तत्र कुत्र आसीत् एकं त्रीणि सप्त पृष्ठमध्ये अस्ति खलु प्रथमाभ्यासे रक्षतु नयतु अनन्तरं ऊहताम् कुत्र कुत्र महोदय एकं त्रीणि सप्त पृष्ठम् ओ तत्र प्रथमाभ्यासे वा रक्षतु नयतु तदनन्तरम् ऊहताम् हा ऊहताम् हा ऊहतामिति तत्र प्रायशः तत् ऊहतामिति कर्त्री अस्ति चेत् तत् प्रायशः ऊह्यते इति एव भवति ऊह्यताम् इति भवति महोदय किन्तु पदमहं न जानामि ऊहताम् ऊहते इति एतद् आत्मनिपदि ऊहा इमेजिनेशन् वा हा हा हा ऊहां करोति इति अतः तत्र ऊह्यते इति प्रायशः अस्ति इति मन्ये तावदेव अस्तु अस्तु अतः तत्र अभ्यासमेव कुर्मः वा अथवा तत्र वाक्यानि अपि वाक्यानां परिशीलनमपि कुर्मः वा तत्र प्रायशः तत्र किं सर्वं ज्ञातम् इति मन्ये किन्तु तत्र पुटसङ्ख्या 136 मध्ये वाक्यानि सन्ति तदपि एकवारं पठामः वा तदनन्तरं प्रथमाभ्यासं कुर्मः केवलं तत्र समीचीनं भवति महोदय ऊहताम् अत्र 125 तत्र ऊह्यते कर्तरि वहति अस्ति वह धातुः अस्ति सत्यं महोदय किन्तु तत्तु कर्मणि रूपम् अस्ति महोदय उह्यते इति कर्मणि रूपं वहति इति पदस्य अत्र तु ऊहताम् इति कर्तृ एव अस्ति कर्मणि नास्ति तत्र बकारः अस्ति चेत् कर्तृ मध्ये तद् कर्मणि मध्ये ऊकारः भवितुम् अर्हति किन्तु एतत् कर्तृ मध्ये ऊकारः एव अस्ति महोदय अस्तु अस्तु भिन्न अस्ति. हा भिन्न अस्ति. धन्यवाद गीताञ्जलिभगिनी प्रेषितवती तत्र. हा अस्तु तर्हि अतः एकवारं तत्र कर्तृकर्मणि प्रयोगाः कथं भवन्ति इति एकवारं तत्र वाक्यानि पठामः, तदनन्तरम् अभ्यासं साक्षात् अभ्यासं कुर्मः. अतः नरेश् महोदय तत्र पुटसङ्ख्या 136 मध्ये तत्र वाक्यम् अस्ति, वाक्यानि सन्ति, तद् एकवारं पठति वा? एतानि वाक्यानि सावधानतया उच्चैः पठत. कर्तरिप्रयोगः. भवान् हृदयदौर्बल्यं त्यजतु. कर्मणि प्रयोग. भवता हृदयदौर्बल्यं त्यज्यताम्. त्वं चमूं पश्य. कर्मणि त्वया चमूः दृश्याम्. भक्ताः देवम् एव शरणं गच्छन्तु. भक्तैः देवः एव शरणं गम्यताम्. सर्वे सततं कर्म समाचरन्तु. कर्मणि सर्वैः सततं कर्म समाचर्यताम्. तत्र समाचरन्तु इति अस्ति, किन्तु कर्तृमध्ये समाचर्यताम् इति कर्मणि मध्ये अस्ति, किमर्थं वचनस्य परिवर्तनं? कर्मपदम् अनुसरति कर्मणि प्रयोगे. कर्मणि प्रयोगे कर्म इति एकवचने अस्ति, किन्तु कर्तृप्रयोगे समाचरन्ति, यतोहि कर्तृपदं सर्वे इति बहुवचने अस्ति. समीचीनं. अग्रिमवाक्यमपि पठतु. त्वं परमं वचः शृणु. त्वया परमं वचः श्रूयताम्. तत् वचः एव तिष्ठति, अतः वचः इति कीदृशपदं, लिङ्गं किं? पुल्लिङ्ग. पुल्लिङ्ग आसीत् चेत् तत्र कर्म कर्तृकर्मणि प्रयोगे तत्र भेदः भवति खलु महोदय? वचस् अस्ति. समीचीनं गीताञ्जलिभगिनी. अपि तत्र विशेषणम् अस्ति वचः इति पदस्य विशेषणं किम् अस्ति कर्तृप्रयोगवाक्ये? परमं. परमं तु नपुंसकलिङ्गे अस्ति. कर्मणि प्रयोगे अपि परमं वचः इति एव अस्ति. यत्र परिवर्तनं न भवति तत्र नपुंसकलिङ्गपदं खलु? यतोहि कर्तृप्रयोगे कर्मपदस्य द्वितीयविभक्त्यन्तं, कर्मणि प्रयोगे प्रथमाविभक्त्यन्तम्, अतः तत्र कर्मपदस्य परिवर्तनं न भवति चेत् तदा कर्मपदं पुल्लिङ्गपदं न, किन्तु नपुंसकलिङ्गपदम् इति अस्माभिः ज्ञायते. अस्तु समीचीनम्. अस्तु अग्रे गीताञ्जलिभगिनी अग्रिमपञ्चवाक्यानि पठति वा? आं महोदय. भवन्तः भीष्मम् एव अभिरक्षन्तु. भवन्तः तु बहुवचनं. भवद्भिः भीष्मः एव अभिरक्ष्यताम्. कोऽपि विषयान् न ध्यायतु. अस्तु. कोऽपि केनापि विषयाः न ध्यायन्ताम्. विषयाः अत्र बहुवचनमस्ति चेत् ध्यायन्ताम्. ध्यायन्ताम्. इदानीं ध्यायन्ताम् इति लोटि अस्ति, लटि किं भवति? ध्यायते ध्यायन्ते वा? ध्यायन्ते वा. समीचीनं भगिनि. ध्यायन्ते. समीचीनं. यूयं लक्ष्मी भगिनी श्रूयते वा? न श्रूयते भगिनी. भवती वदति अत्र न श्रूयते. अस्तु गीताञ्जलिभगिनी अग्रे. यूयं फलेच्छां विना कार्याणि कुरुत. अस्तु, युष्माभिः फलेच्छां विना. अस्तु, तत्र तु उपपदविभक्ति अस्ति. फलेच्छां विना कार्याणि, अत्र तु प्रथमविभक्ति, क्रियन्ताम्. तत्र फलेच्छां तिष्ठति, यतोहि तत् कर्मपदं नास्ति क्रियापदस्य, खलु? अपि च तस्य विभक्ति तु विना कारणेन. समीचीनं, फलेच्छाम् इति एव तिष्ठति. समीचीनम्. अस्तु, सर्वे स्वधर्मम् अनुतिष्ठन्तु. सर्वे सर्वैः बहुवचनं, सर्वैः स्वधर्मः अनुष्ठीयताम्. अस्तु, अनुष्ठीयतां स्था धातुतः किञ्चित् सन्धि भूत्वा अनुष्ठीयताम् इति भवति. त्वं मम ऐश्वरं रूपं वीक्षस्व. त्वया मम ऐश्वरं रूपं, तत्तु नपुंसकलिङ्गं प्रथमा, वीक्ष्यताम्. वीक्ष्यताम्, तत्र वीक्षस्व इति अस्ति, लोट्लकारे अस्ति वा वीक्षस्व इति? वीक्षस्व इति त्वं, न त्वं, त्वं वीक्षस्व, किन्तु लकारः कः वीक्षस्व? ओ, तत्र तु वीक्षस्व लकारः तु कर्तरी अस्ति. कर्तरी एव, कर्तरी लकारः कः? लोट्, कर्तरी लोट्. हा, कर्तरी लोट्, कर्तरी लोट् अस्ति. हा, समीचीनं. हा, तत्र लटि किं भवति प्रथमपुरुषे एकवचने? लटि अस्ति चेत् त्वं मम ऐश्वरं रूपं पश्यतु वा? न न न, वीक्ष इति तत्र, वीक्ष तत्र किं भवति? वीक्षति वा, वीक्षतु, वीक्षति, वीक्षते. ओ, त्वम् अस्ति चेत्, हा हा, वीक्षः, वीक्षः वा, किं? न न, वि उपसर्गः ईक्ष इति धातुः, वीक्षते. हा, लट्टि अस्ति चेत् वीक्षस्त्वं, वीक्षते, वीक्षेते, भाषसे. सो भाषसे, सो वीक्षसे. क्षम्यतां महोदय. हा, उत्तमं भगिनि. हा, एकवारं वदतु तत्र वीक्षते, वीक्षेते. हा, वीक्षते, वीक्षेते, वीक्षन्ते, वीक्षसे, वीक्षेथे, वीक्षध्वे, वीक्ष्ये, वीक्षावहे, वीक्षामहे. वीक्षामहे, तत्र यकारः मास्तु, वीक्षे एव. वीक्षामहे, हा, क्षम्यतां, वीक्षामहे. तदनन्तरं तत्र यदि तत्र कर्मणि भवति यकारः आगच्छति, तदनन्तरं तत्र वीक्ष्ये इति भवति. समीचीनं भगिनि. धन्यवादः. इदानीं श्रूयते भगिनि, लक्ष्मी भगिनि श्रूयते इदानीं. हा, समीचीनं भगिनि. पुटसङ्ख्या अस्ति 136. 126. अस्तु, इदानीं अग्रे रघुवरेन्द्रस्वामी तत्र, तत्रैव तत्र 136 मध्ये द्वितीयभागः, अन्येतानि वाचनं सावधानं परिशीलयतु. कर्तरि प्रयोगे त्वं भावे प्रयोगे त्वये, त्वया उद्धीयताम्. अग्रे महोदय, तत्र पञ्चवाक्यानि वद, पठतु पञ्चवाक्यानि, पठतु. आं महोदय, तिष्ठ लोट् अस्ति, सैनिकाः युध्यन्ताम्, सैनिकाभिः वा न न सैनिकैः अकारान्तपदं सैनिकः खलु देवशब्दवत् रामेण रामाभ्यां रामैः सैनिकैः युध्येताम् युध्यता न युध्यतां युध्यताम् एव यतोहि तत्र किमस्ति भावे प्रयोगः इति कृत्वा डिफाल्ट् अस्ति प्रथमपुरुष एकवचनम् एव इति कर्मपदं नास्ति खलु अतः सर्वदा युध्यताम् उत्तीयताम् उपविश्यताम् इति एव रूपं भवति यूयम् उपविशत त्वं त्वया यूयम् इति अस्ति अतः युष्माभिः युष्माभिः युष्माभिः उपविश्यताम् उपविश्यताम् इति रथाः चरन्तु रथः रथैः चर्यताम् रथैः चर्यताम् इदानीं तत्र लोट् लकारः अस्ति तत्र रथैः चर्यताम् इति कर्मणि लोट् कर्मणि लट् किं भवति रथैः चर्यते चर्यते इति एव तत्रापि प्रथमपुरुषे एकवचनम् एव अस्ति अन्यत् किमपि नास्ति तत्र समीचीनं पञ्चमवाक्यम् बुधाः भोगेषु न रमन्ताम् बुधैः भोगेषु न रम्यते रम्यताम् रम्यते इति लटि लोटि रम्यताम् इति समीचीनम् अपि तत्र वयं जानीमः कर्मणि प्रयोग यथा परिवर्तनं कुर्मः केवलं कर्तृपदं कर्मपदं क्रियापदं येषां परिवर्तनं भवति अन्येषां पदानां परिवर्तनं न भवति यथा तत्र भोगेषु तत्र सप्तमी अस्ति कर्तृपदं कर्मपदं क्रियापदं नास्ति तत् तिष्ठति एव अतः यूयं युष्माभिः इति भवति भोगेषु तिष्ठति न तिष्ठति रमध्वम् इति क्षम्यताम् बुधाः बुधाः इति बुधैः भवति भोगेषु तिष्ठति न तिष्ठति रमन्तां स्थाने रम्यताम् इति यतोहि भाविकः समीचीनं महोदय द्वितीय सैनिकाः युध्यन्तां सैनिकैः युध्यताम् अत्र तु नार्मलि कर्तरीभावे यकारस्य भेदः अस्ति वयं दृष्टवन्तः खलु महोदय तत्र केचन धातवः सन्ति यस्मिन् कर्त्रीमध्ये एव यकारः अस्ति इति कृत्वा तत्र कर्मणि कुर्मः तत्र परिवर्तनं न भवति महोदय तत्र तत्र एतद् धातु तत्र युध्यन्ताम् इति अस्ति अतः तत्र परस्मैपदी धातु वा कर्तृप्रयोगे अस्ति युध्यन्ताम् इति अतः परस्मैपदी धातु वा आत्मनिपदी धातु वा आत्मनेपदी युध्यते अतः तत्र युध्यते इति आत्मनेपदी धातुः अस्ति अतः किं भवति युध्यते इति स्वीकृत्य तत्र कर्मणि रूपं कर्तुम् इच्छामः पुनः यकारः आगच्छति किन्तु यकारः पूर्वमेव अस्ति इति कृत्वा तत्र युध्यते एव तिष्ठति वयं दृष्टवन्तः केचन धातवः ईदृशाः सन्ति इति अतः तत्र परिवर्तनं न भवति अग्रे तत्र लक्ष्मी सूर्यकुमारी भगिनी नमस्कारः पुटसङ्ख्या अस्ति 136 भगिनी नमस्कारः 136 भगिनी अस्तु लक्ष्मी भगिनी तत्र अग्रे पठति वा 136 मध्ये तत्र वाक्यं अस्तु त्वं निमित्तमात्रं भव त्वया निमित्तमात्रेण भूयतां समीचीनं तत्र भव इति तत्र भव इति तत्र परस्मैपदि धातु वा आत्मनेपदि धातु वा तत्र भव इति परस्मैपदि हा भवति तत्र तद् तत् लटि किं भवति भवति इति कर्मणि भवति इति कर्मणि लट्लकाररूपं किं भवति भूयते भूयते तदनन्तरं लोट्लकार इच्छामश्चेत् भूयता लोट्लकारम् इच्छामश्चेत् भूयताम् इति भवति समीचीनं हा अग्रिमवाक्यं यूयं भोगेषु न रमध्वम् युष्माभिः भोगेषु न रम्यतां रम्यताम् तत्र रमध्वम् इति अस्ति लटि रूपं किं भवति प्रथमपुरुषे एकवचनं परस्मै वा आत्मनेपदि हा रम्यते इति कर्मणि किन्तु कर्तृ लट् किमस्ति कर्तृ रमध्वम् इति अस्ति यूयं रमध्वम् इति लोट् लोट् कर्तृ लोट् अस्ति कर्तृ लट् किमस्ति प्रथमपुरुषे एकवचने तत्र आत्मनिपदि धातु इति उक्तवती न न रमते इति एव रमते रमते हा सः रमते सा रमते इति कर्तृ लट् इदानीं तत्र कर्तृ लो कर्मणि लट् किं भवति रमते इति स्थाने रम्य रम्यते इति लटि हा तदनन्तरं लोट् इच्छामश्चेत् कर्मणि लोट् रम्यताम् ततः अतः सोपानानि कानि इत्युक्ते रमते किं भवति रम्यते इति भवति तदनन्तरं रम्यताम् इति लोटि हा लोटि रम्यताम् इति भवति समीचीनं हा अस्तु अग्रे सर्वे योगार्थं यतन्ताम् सर्वैः योगार्थं यत्यतां तत्र किमर्थं तत्र प्रथमपुरुषे एकवचनरूपमेव अस्ति अत्र यत् अकर्मकधातु हा अतः भावप्रयोगः कर्मपदं नास्ति सर्वदा प्रथमपुरुष एकवचनरूपमेव तिष्ठति हा यतन्ताम् इति लोटि अस्ति लटि यतन्ते हा यतन्ते तत्र यतन् तत्र यत्यतां यत्यते भवति तदनन्तरं यत्यताम् इति समीचीनं हा अग्रे भवान् कदापि न खिद्यतां भवता कदापि न खिद्यन्तां न न खिद्यताम् एव हा खिद्यतां हा समीचीनं हा यतोहि तत्र किं भवति खिद्यते इति लटि हा खिद्यते इति लटि खिद्यते इति अस्ति खिद्यते लटि अस्ति अतः कर्मणि लटि लटि अपि खिद्यते अपि एव भवति कर्तृ लट् लट्लकारः खिद्यते अस्ति कर्मणि लट् अपि खिद्यते एव अस्ति अतः कर्मणि लोट् कर्तृ लोट् समानम् अस्ति खिद्यतां खिद्यताम् तत्र भवन्तः कदापि न खिद्यन्ताम् इति वाक्यं भवति चेत् भावप्रयोगः कथं भवति भवद्भिः कदापि न खिद्यताम् खिद्यताम् एव यतोहि कर्मपदं नास्ति समीचीनं हा अन्तिमवाक्यं यूयं मिथ्याचाराः न भवत मा भवत मा भवत युष्माभिः मिथ्या युष्माभिः मिथ्याचाराः चारैः मा भूयताम् हा तत्र किम् अस्ति यूयम् अपि मिथ्याचाराः इति अस्ति तत्र मिथ्याचाराः इति पदं वाक्ये तस्य तत् किं पदमस्ति भवता इति क्रियापदं कर्मपदम् किम् कर्मपदं भवति वा न न किन्तु भवत इति अस्ति, भवत इति तत्र लट् लकारे किम् अस्ति भवत इति, प्रथमपुरुषे एकवचनं किम् अस्ति भवत इति क्रियापदस्य रूपं भवता भवान्, न न न भवत इति क्रियापदं भगिनि, क्रियापदं भवत इति अस्ति, मा भवत इति अस्ति खलु, मा भवत इति क्रियापदं भवता मध्यमपुरुष धातुः कः तत्र, भवत इति अस्ति क्रियापदं धातुः कः, भूधातुः, भूधातुः हा, लट् लकारे रूपं कथम् अस्ति, लट् लकारे भूयते तत् कर्मणि, कर्मणि कर्तरि भवति भवति, इदानीं तत्र सकर्मकः वा अकर्मकः वा, अकर्मकः, अकर्मकः अतः कर्मपदं न भवति खलु, कर्मपदं न भवति, भावे प्रयोगः एव अस्ति, अतः तत्र मिथ्याचारः किमस्ति, कर्तृपदं, कर्तापदमेव विशेषणम् अस्ति, विशेषणं मिथ्याचारः मा भवत, तद् मा भवन्तु, अतः तत्र यूयं मिथ्याचाराः मा भवत, अतः विशेषणमस्ति, अतः एव तत्र कर्तृपदस्य तृतीया, कर्तृपदस्य तृतीया विशेषणस्य अपि तृतीया, तृतीया युष्माभिः मिथ्याचारैः मा भूयताम्, समीचीनं भगिनि धन्यवादः। अस्तु अग्रे सूर्यकुमारी भगिनी अग्रिमे पुटे तत्र प्रथम अभ्यासः समारम्भं करोति, तस्य आरम्भं करोति वा, आं महोदय, यतोदाहरणं रिक्तस्थानानि पूरयत, कर्तरि कर्मणि प्रथमं रक्षतु लोट्लकार कर्तरि, कर्मणि रक्षताम् अग्रे पठामि वा महोदय, करोतु भगिनि, नयतु तत्र धातुः कः, नयतु नीधातुः, नीधातुः, अतः कर्मणि लट् लट् लकाररूपं प्रथमतया वदतु, कर्मणि, कर्मणि लट् लकारः, नयति इति स्थाने, नयति इति स्थाने कर्मणि प्रयोगे किं भवति, नीयताम् तद् लोट् लट् लकार कर्मणि, कर्मणि लट् नीयते, नीयते, तदनन्तरम् इदानीं लोट् किमस्ति, नीयतां, समीचीनम्। अस्तु अग्रे ऊहतां किं भवति, ऊहताम्, ऊहतां कर्तरि लोट्, ऊहताम् अस्ति, कर्तरि लट् किमस्ति, ऊहताम् इति अस्ति चेत् कर्तरि लट् किं भवति, ऊहते, ऊहते, समीचीनम्। इदानीं कर्तरि कर्मणि लट् करोतु, ऊह्यताम्, ऊह्यते, ऊह्यते, तदनन्तरं कर्मणि लट् भवति, सत्यं सोपानेन गच्छामः, तत्र ऊहते इति कर्तृ लट् कर्मणि लट् अस्ति, ऊह्यते कर्मणि लोट् अस्ति, ऊह्यताम्, समीचीनं। हा अस्तु अग्रे वन्दताम्, वन्दतां कर्तरि लोट्, इदानीं कर्तरि लट् किम् अस्ति, कर्तरि लट् वन्दते, वन्दते, इदानीं तत्र कर्मणि लट् किम् अस्ति, कर्मणि लट् वन्द्यते, वन्द्यते, हा इदानीं कर्मणि लोट् वन्द्यतां, समीचीनं। हा अस्तु अग्रे नरेश महोदय इदानीं तत्र अग्रे ईक्षताम्, ईक्षतां कर्तृप्रयोगे लोट्लकारः अस्ति, यत्र लट्लकारः अस्ति, ईक्षते, ईक्ष्यते, ईक्षते, समीचीनं, कर्तरि लट् ईक्षते, कर्मणि लट् ईक्ष्यते, कर्मणि लोट् ईक्ष्यताम्, ईक्ष्यताम्, समीचीनं महोदय। हा अस्तु अग्रे सहतां दत्तमस्ति, सहताम् अत्र कर्तरि लट् अस्ति, सहते, कर्मणि लट् सह्यते कर्मणि लोट् सह्यताम् समीचीनम् अस्तु अग्रे आह्वयतु आह्वयतु कर्तरी लट् अस्ति आह्वयति आह्वयति कर्मणि लट् अस्ति आह्वयते आह्वयते क्वे धातुः तत्र प्रायः एकवारं पश्यामः महोदय तत्र क्वे धातुः आहूयते इति भवति वा यतः अतः एव तत्र एकवारं आहूयते इति अस्ति महोदय आहूयते धातुः अस्ति क्वे इति धातुः कर्मणि लट् अस्ति आहूयते कर्मणि लोट् अस्ति आहूयताम् आहूयताम् इति समीचीनम् आहूयताम् इति समीचीनम् अस्तु गायतु गायतु अत्र कर्तरी लट् अस्ति गायति कर्मणि लट् गीयते गीयते कर्मणि लोट् गीयताम् गीयतां समीचीनं महोदय अग्रे अपि अग्रे तत्र अस्तु अग्रे गीताञ्जलि भगिनी अग्रे करोति वा तत्र लभताम् इति आं महोदय लभतां तु कर्तरी लोट् अस्ति कर्तरी लट् अस्ति लभते कर्मणि लट् अस्ति लभ्यते कर्मणि लोट् अस्ति लभ्यताम् समीचीनम् सेवताम् इति कर्तरी लोट् कर्तरी लट् अस्ति सेवते कर्मणि लट् अस्ति सेव्यते कर्मणि लोट् सेव्यताम् समीचीनम् अग्रे ददातु इति कर्तरी लोट् कर्तरी लट् अस्ति ददाति धातुः कः अत्र दा धातु अत्र द्वित्वं भवति ददा कर्मणि मध्ये किं भवति कर्मणि लट् अस्ति चेत् तत्र आकार ईकार भवति दीयताम् कर्मणि लोट् सोरि दीयते कर्मणि लोट् दीयताम् वदतु लटिरूपं वदति कर्मणि रूपं उद्यते वा तत्र तत्र वदति उद्यते सत्यं भगिनि उद्यते उद्यताम् उद्यताम् समीचीनं तत्र कुर्मश्चेत् सुलभः स्वीकुर्मः सुलभ किञ्चित् सुलभः जातः महोदय सत्यम् अग्रिमं करोमि वा अग्रे अपि करोतु भगिनि शृणोतु तु लोट् शृणोति श्रूधातु श्रूयते श्रूयताम् श्रूयतां समीचीनम् अस्तु अग्रे लक्ष्मी भगिनि जानातु जानातु कर्त्री ज्ञायते कर्त्री लट् किमस्ति जानाति ज्ञायते ज्ञादतुः ज्ञायते समीचीनं ज्ञायते इति लटि धने तत्र लोटि किमस्ति ज्ञायतां ज्ञायतां समीचीनं समीचीनं अग्रे आलोकताम् आलोकते लट् कर्तरी लट् आलोक्यताम् आलोक्य तत्र आलोकते तत्र लट् लकार अस्ति आलोकते कर्त्री लट् कर्मणि लट् अस्ति आलोक्यते आलोक्यते कर्मणि लोट् अस्ति लोट् आलोक्यताम् आलोक्यतां समीचीनं हा अग्रे अपेक्षतां किम् अपेक्षते इति कर्तरि लट् अपेक्षते इति कर्मणि लट् कर्मणि लट् सत्यं हा तदनन्तरम् अपेक्षतां कर्मणि लोट् हा समीचीनं भगिनि उत्तमं हा अस्तु इदानीं तत्र सूर्यकुमारी भगिनी तत्र भावे प्रयोगे तत्र धातवः सन्ति उदाहरणमस्ति वर्धतां भावे वृद्ध्यताम् हा तत्र वृद्ध्यताम् इति एकवचनमस्ति हा वृद्ध्यतां वृद्ध्यतां भावे अहं लोट् हा वृद्ध्यताम् इति समीचीनं वर्धतां वर्धते लट्लकार भावे वध्यते भृत्यते भृत्यते भृत्यते लट्लकार लोट्लकारः लोट्लकार वृध्यतां वृध्यतां समीचीनं हा रमतां रमते रमतां लोट्लकार रमते लट्लकार रम्यते भावे रम्यते इति कर्मणि लट्लकारः भावे अस्ति चेत् रम्यते रमते रम्यतां रम्यतां रम्यतां हा समीचीनं हा कम्पतां कम्पतां लोट्लकार कम्पते लट्लकार कम्प्यते भावे कम्प्यतां भावे लोट्लकार समीचीनम् अस्तु इदानीं तत्र पूर्वमेव वयं द्वितीय अभ्यासं कृतवन्तः अद्य एव आरम्भे अतः अग्रे सरामः इदानीं तृतीयाभ्यासः अस्तु तर्हि तत्र रघुवरेन्द्रस्वामी तृतीयाभ्यासम् आरम्भं करोति वा यथा उदाहरणं कर्मणि परिवर्तयत उदाहरणार्थं सेवकः भारं वहतु सेवकेन भारः वह्यताम् सारथिः रथं स्थापयतु सारथेन रथः स्थाप्यताम् सारथिः इति तत्र तृतीया किम् अस्ति हरिणा खलु महोदय स्थाप्यताम् समीचीनम् अग्रे तः एवं ध्यायतु भक्तेन देवः ध्यायताम् हा तत्र ध्यायताम् इति एव अस्ति तत्र यकार साधारणसमानरूपम् एव भवति अस्तु अग्रे योधाः शङ्खनादं शृण्वन्तु योधैः शङ्खनादः श्रूयताम् तत्र नादम् इति नादः पुल्लिङ्गपदं वा नपुंसकलिङ्गपदम् इति नाद इति हा अस्तु पुल्लिङ्गपदमेव समीचीनं महोदय अस्तु अहं नादं तत्र नपुंसकलिङ्गपदमेव समीचीनं समीचीनं तान् न समीहताम् भवता कामभोगाः न समीह्यताम् तत्र धातुः अस्ति तत्र संयोगः इह् इह् धातुः सत्यम् अतः तत्र इह्यताम् इति इह्यते समीहते इति लटि समीहते समीहते समीहे समीहेते समीहन्ते किन्तु अत्र लोटि अस्ति अतः तत्र समीह्यताम् इति समीचीनं हा अस्तु अग्रे परन्तु महोदय कामभोगाः तु बहुवचन अस्ति ओ समीचीनं समीचीनं हा धन्यवादः महोदय हा समीचीनं हा अतः हा धन्यवादः अतः स्वामी पुनः एकवारं भवता भवता कामभोगाः नास्ति वा महोदय भावे वा सत्यं कामभोगः एव सत्यमस्ति किन्तु तदनन्तरं क्रियापदस्य वचनं किं भवेत् भवेत् वा समीह्यन्ताम् समीह्यन्तामभोगाः न समीह्यन्ताम् इति नरेशमहोदय धन्यवादः उत्तमम् अस्तु समीचीनम् अस्तु अग्रे तत्र गीताञ्जलि भगिनी अग्रे ओ क्षम्यतां तत्र रघुवंश स्वामी अग्रिमवाक्यमपि करोतु तदनन्तरं गीताञ्जलि भगिनी करोतु आम् महोदय भवन्तः परमां गतिं प्रायन्तु प्रयान्तु यान्तु प्रयान्तु भवन्तः भवता भविद्भिः भवद्भिः महोदय बहुवचनं तृतीया भवद्भिः भवद्भिः परमां परमां गतिः परमाः गतिः वा तत्र हा गतिः इति स्त्रीलिङ्गे अस्ति आं परमा परमा परमा परमाः गतिः वा न न परमा इति आकारन्तः गतिः तु स्त्रीलिङ्गे अस्ति महोदय तत्तु ह्रस्वैकरः मतिशब्दवत् परमापि सीतावत् खलु परमा इति सीतावत् अतः परमाः इति न भवति केवलं परमा इति एव तत्र विसर्गः नास्ति गतिः मध्ये विसर्गः अस्ति परमा गतिः भवद्भिः परमा गतिः याति हा तत्र हा किन्तु तत्र या इति धातुः अत्र या इति प्र उपसर्गः या इति धातुः अतः या इति अस्ति चेत् तत्र याति इति स्थाने किं भवति एते वा न न न पठति अस्ति चेत् तत्र किं भवति पठ्यते इति भवति खलु पठ्यते हा अत्र यायते इति भवति यायते यायते अपि प्र इति उपसर्गः अस्ति अतः प्रयायते लटि तत्र प्रयाति इति प्रयाति इति लटि कर्तृलटि कर्तृ कर्मणि लटि यायते प्रयायते इति इदानीं कर्मणि लोट् प्रयायताम् अतः तत्र याति किं भवति यायते प्रयाति प्रयायते प्रयायते लोटि प्रयायताम् इति भवति अतः भवद्भिः भवद्भिः परमा गतिः प्रयायन् प्रयायताम् प्रयायताम् यतिः यतोहि गतिः इति एकवचने अस्ति समीचीनम् अतः प्रयायताम् इति भवति समीचीनम् अस्तु गीताञ्जलि भगिनी अग्रे छात्रः पाठौ पठतु तत्र कर्मपदं द्वितीय द्विवचने अस्ति छात्रेण छात्रेण पाठौ पठ्येताम् तत्र पठ्यतां पठ्येतां पठ्यन्तां पठ्येतां सः अश्वौ पश्यतु तेन अश्वौ दृश्येताम्। हा दृश्येताम्, तत्र पश्यति किं भवति दृश्यति, परिवर्तनं भवति। त्वं युद्धं कुरु, त्वया युद्धः क्रियेताम् वा क्रियेताम्। हा तत्र क्रियता, हा युद्धम् इति एकवचने अस्ति खलु। ओ एकवचनं, हा हा क्षम्यताम्, युद्धं युद्धः इति युद्धः युद्धः क्रियेता युद्धम् इति नपुंसकलिङ्गपदं वा किम्? युद्धं नपुंसकलिङ्गपदं, नपुंसकलिङ्गं वा, अस्तु युद्धमेव तिष्ठति। तदनन्तरं युद्धं क्रियेताम्, क्रियताम्, युद्धं तु एकवचनं, क्रियताम् क्षम्यतां, त्वया युद्धं क्रियताम्, क्रियताम्। सेनापतिः सेनां नयतु, सेनापतिना सेना आकारान्तस्त्रीलिङ्ग् सेना नीयताम्, नीयताम् समीचीनम्। यूयं यूयं लोकसङ्ग्रहं कुरुत, युष्माभिः लोकसङ्ग्र पुंलिङ्गमिति मन्ये महोदय, लोकसङ्ग्रहः इति पुल्लिङ्गपदं, सङ्ग्रहः सङ्ग्रहः क्रियताम्, सङ्ग्रहः क्रियताम्, समीचीनम्, उत्तमम्, अस्तु। अग्रे नरेश् महोदय। मुमुक्षुः अशोच्याय न ददातु। मुमुक्षुः अत्र तृतीयविभक्ति, मुमुक्षुना मुमुक्षुना अशोच्याय न ददातु, तत्र दीयताम्। हा दीयताम्, दी धातुः धा धातुः दीयताम् इति रूपं, दीयते दीयताम्, समीचीनं। त्वं क्षेत्रज्ञं भगवन्तं जानीहि, त्वं तृतीयविभक्ते त्वया क्षेत्रज्ञं भगवन्तम्, अत्र क्षेत्रज्ञः भगवान्, समीचीनं, भगवान् ज्ञायताम्, ज्ञायताम्, समीचीनं, जानाति तत्र जानीहि, तत्र ज्ञायते ज्ञायताम्, क्षेत्रज्ञः इति किं भवति विशेषणं, भगवन्तम् इति पदस्य भगवान् अतः क्षेत्रज्ञः भगवान् इति प्रथमविभक्तिरूपं, समीचीनं। अग्रे महोदय, हा तत्र अशोच्याय चतुर्थी पदं तिष्ठति, हा किमर्थं, तत्र धानम् अस्ति खलु भगिनि ददातु, हा हा तत्तु अवगतम्, अर्थः कः अशोच्याय इति, लङ् अ कथम् आयाति महोदय तत्र, अ इति तत्र नै किमस्ति, तत्र अशोच्याय न ददातु नाम तत्र शोकं मास्तु इति अर्थः, किन्तु अशोच्याय इति तु लङ् रूपं वा नै नामपदमस्ति, न नामपदमस्ति, नामपदं किन्तु चतुर्थी अशोच्य, अशोच्य इति लप् लप् महोदय, किं भगिनि अशोच्य अपि च न ददातु द्वे अपि नेगेटिव् अस्ति महोदय, अशोच्याय न ओ इति वा अस्तु भगिनि तत्र किञ्चित् भ्रम जाता मनसि इत्युक्ते अशोच्याय तु शुच् धातु विपरीतः अर्थकः भवति न तत्र शोच्याय अशोच्याय सत्यं भगिनि तत्र प्रायशः तत्र मुद्रणदोषः प्रायशः भवेत् तत्र तत्र मुमुक्षुः शोच्याय न ददातु अथवा तत्र अशोच्याय ददातु इति प्रायशः भवति खलु एतदेव भवती वक्तुम् इच्छति खलु न जानामि किन्तु भ्रम जाता इत्युक्ते अशोच्यानन्वशोचत्वं तत्रापि भगवद्गीतायाम् अस्ति तत्र तु अशोच्यान् इत्युक्ते नै इत्युक्ते अभावे शुच् धातुतः अभावे अस्ति अशोच्याय अत्र तु चतुर्थी तत्र नामपदमस्ति शोच्य अशोच्य इति नामपदम् अकारान्तपदम् अशोच्यर्थं तत्र चतुर्थी अर्थम् अथवा तत्र कल्पते इति तत्रापि चतुर्थी भवति खलु तत्र मा ददातु नाम डोण्ट् गिव् टु ग्रीफ् इति अर्थः इति मन्ये खलु दातातु चतुर्थी हा डोण्ट् गिव् टु ग्रीफ् इति दे शुडन्ट् गिव् टु ग्रीफ् इति अर्थः इति मन्ये किन्तु मापि अस्ति अकारः अस्ति अतः तत्र अकारमुद्रणदोषः तत्र प्रायशः इति चिन्तयन्ति चिन्तनं सत्यं भगिनि सत्यं भगिनि धन्यवादः अतः तत्र अकारं निष्कासनन्तरं समीचीनं भवति वा इत्युक्ते मुमुक्षुः शोच्याय न ददातु अतः तत्र शोच मा करोतु इति खलु मा शोचतु मा शोचतु अन्यथा मुमुक्षु अशोच्याय ददातु तदपि इति चिन्तयामि भगिनि तत्र शोचति इति अस्ति क्रियापदं तत्र अतः शोचति शोचतु इति प्राश अस्ति इति मन्ये तत्र लोट्लकारः मा शोचतु मुमुक्षुः मा शोचतु मुमुक्षुः शोच्याय न ददातु इति मन्ये भगिनि अस्तु अग्रे बुधः तत्त्वं जानातु बुधः तृतीयविभक्ति बुधेन बुधेन तत्त्वं जानातु ज्ञायतां ज्ञायतां समीचीनं ज्ञायतां यूयं राज्यं भुङ्ध्वं भुङ्ध्वं यूयं युष्माभिः राज्यं भुङ्ध्वं तत्र भुज्य धातुः भुज्यतां भुज्य धातुः एकवारं पश्यामः तत्र भुज्य धातु भुज्यताम् भुङ्खध्वं तत्र किन्तु एतत्तु भुङ्खध्वम् इति अस्ति अतः आत्मनेपदी धातु खलु एतत् आत्मनेपदी भुङ्क्ते भुङ्क्ते इति भुङ्क्ते इति तत्र भुङ्क्ते अतः तत्र रूपं किम् अस्ति जानाति वा भगिनि भुज्यतामेव लोट् भुङ्क्ते किं भवति भुज् इति भुङ्क्ते इति तत्र अस्तु अस्तु अस्तु भुङ्क्ते भुङ्क्ते इति अस्ति महोदय तत्र भुज् धातुः भुज् धातुः अस्ति तु भुज्यतां लोटि भुङ्ध्वं तत्र लोट्लखर भुङ्गध्वं इदानीं लोटि तत्र भावे प्रयोगे तत्र लोट्लकारे तत्र भुज्यध्वम् इति अस्ति महोदय. परन्तु एकवचने राज्यम् अस्ति. हा सत्यं सत्यं. हा हा राज्यम् इति एकवचने अस्ति अतः सत्यं समीचीनम्. भुज्यताम्. हा भुज्यतां सत्यं. हा हा भुज्यतां सत्यं महोदय. हा भुज्यतां समीचीनं. अग्रजः अनुजौ नयतु. अग्रजः तत्र तृतीय अग्रजेन अग्रजेन अनुजौ अनुजौ तत्तु द्विवचनम् अस्ति. अनुजौ नीयेताम् नीयेताम् इति समीचीनम्. अग्रजेन अनुजौ नीयेताम् इति समीचीनं. हा समीचीनं महोदय. अस्तु अग्रे तत्र लक्ष्मी भगिनी अग्रे. हा अस्तु महोदय. धर्मनिष्ठाः जयं लभन्ताम्. धर्मनिष्ठैः जयः लभ्यताम्. जयः लभ्यतां समीचीनं. हा भवन्तः देशं सेवन्ताम्. भवद्भिः देशः सेव्यताम्. सेव्यतां समीचीनं. हा दुर्योधनः आचार्यम् अनुसङ्गच्छताम्. दुर्योधनेन आचार्यः अनुसङ्गच्छताम् अनुसङ्गच्छतां. न तत्र धातुः कः? मम पुस्तके उपसङ्गच्छताम्. उप इति अस्ति. अस्तु उप अथवा अनु. किन्तु तत्र गच्छताम् इति धातुः कः लक्ष्मी भगिनी? गच्छ गम् धातुः. हा तत्र गच्छति इति समीचीनं भवति. अनुसङ्गम्यताम्. हा अनु अनुसङ्गम्यताम् अथवा उपसङ्गम्यताम्. हा तत्र गम् धातुः गम्यते गम्यताम् गम्यताम् उपसर्गद्वयं तत्र सङ्ग् इति एकः अनु पुस्तके गीताञ्जलिभगिन्याः पुस्तके तत्र उप इति अस्ति अतः अनुसङ्गम्यते अनुसङ्गम्यताम् अथवा उपसङ्गम्यताम् समीचीनम्. हा अस्तु अग्रे. यूयं कदापि अधर्मं न कुरुध्वम्. युष्माभिः कदापि अधर्मः न क्रियताम्. हा न क्रियताम् समीचीनम्. हा अग्रे. सैनिकाः युद्धक्षेत्रं वीक्षन्ताम्. सैनिकैः युद्धक्षेत्रः वीक्ष्यताम्. हा तत्र क्षेत्रः इति एव अस्ति खलु पुल्लिङ्गपदमेव वा? नभुं क्षेत्रं क्षेत्रं नपुंसकलिङ्गम्. हा अतः तत्र क्षेत्रम् इति एव वक्तव्यं खलु. सैनिकैः युद्धक्षेत्रं वीक्ष्यताम्. हा सैनिकैः युद्धक्षेत्रं वीक्ष्यताम्. हा समीचीनम्. हा समीचीनम् अग्रे. सर्वे मनः अभ्यासेन गृह्णातु गृह्णन्तु. सर्वैः मनः अभ्यासेन गृह्यताम् गृह्यताम्. हा तत्र गृह्यते गृह्यताम्. हा समीचीनं. हा अस्तु धन्यवादः भगिनि. अग्रे सूर्यकुमारी भगिनि. यूयं स्वधर्मं चरत. युष्माभिः स्वधर्मः चर्यताम्. अस्माभिः युष्माभिः स्वधर्मः स्वधर्मः चर्यताम्. चर्यताम् समीचीनम्. हा सर्वे धृतिं विन्दन्तु. सर्वैः धृतिं नपुंसकलिङ्गं महोदय. धृतिं धृतिं नपुंसकलिङ्गं नास्ति भगिनि. धृति स्त्रीलिङ्ग धृतिः इति सत्यं. स्त्रीलिङ्गं विन्द्यन् विन्ध्यताम्. विन्द्यताम् एकवचनं विन्द्यताम् समीचीनं अर्जुना सर्वैः धृतिः विन्द्यताम् विन्द्यताम् अर्जुन त्वं मयि मरुतः पश्य अर्जुन त्वया मयि मरुतः दृश्यताम् दृश्यताम् दृश्यताम् समीचीनं भगिनि त्वं पश्य त्वया दृश्यताम् बहुवचनमस्ति प्रायशः तत्र नपुंसकलिङ्गपदम् इति वा तत्र मरुतः मरुतौ मरुतः न न मरुत् इति मरुतं बहुवचने मरुते मरुत् हा तकारान्तं मरुत् नपुंसकलिङ्गपदं किमस्ति मरुत् इति मरुत् तत्र मरुत् तकारान्तपुल्लिङ्गभाव एतं श्लोकं त्वं मयि मरुतः पश्य तत्र मरुतः इति पुंलिङ्गं महोदय तकारान्तपुल्लिङ्गपदं मरुता मरुतौ मरुतः पश्य इति अस्ति अतः कर्मपदम् अस्ति चेत् तत्र पश्य त्वं पश्य अतः त्वम् इति कर्तृपदं कर्मपदं किं कर्मपदं तत्तु न भवति खलु द्वितीयविभक्तौ भवेत् खलु समानरूपं महोदय मरुतः प्रथमा अपि च द्वितीय बहुवचने कीदृशपदम् अकारान्तपदं वा किं न न तकारान्त हलन्तपदं अस्तु अस्तु अस्तु अस्तु तत्र अस्तु दृश्यन्ताम् आमामां मरुत् मरुत् इति शब्दः वयं अभ्यासं मरुत् मरुत् मरुतौ मरुतः मरुतं मरुतौ मरुतः मरुतः समीचीनं तकारान्तपदं बहु पूर्वं तत्र अभ्यासं कृतवन्तः किन्तु अहं विस्मृतवान् धन्यवादः दृश्यन्तां महोदय दृश्यन्तं यतोहि मरुतः इति बहुवचने अस्ति समीचीनं दृश्यन्तां समीचीनं भगिनि ज्ञानवान् भगवन्तं प्रपद्यतां ज्ञानवता ज्ञानवता भगवान् प्रपद्यताम् प्रपद्यताम् एव तिष्ठति यतोहि तत्र पद्यते प्रपद्यते प्रपद्यते इति एव तत्र कर्मणि वा कर्मणि वा कर्तृ प्रपद्यते समीचीनं अस्तु अग्रे श्रद्धावन्तः ज्ञानं श्रद्धावन्तः श्रद्धावन्तः ज्ञानं लभन्ताम् श्रद्धवन्तः श्रद्धवन्तः न महोदय श्रद्धावन्तैः ओ श्रद्धावन् श्रद्धवान् श्रद्धवन्तौ श्रद्धवन्तः श्रद्धवन्तं श्रद्धवन्तौ श्रद्धवन्तः द्विवचनम् आल्सो श्रद्धावतः इति मन्ये भगिनि श्रद्धावतः श्रद्धावतः श्रद्धा श्रद्धावतः श्रद्धावद्भिः अत्र बहुवचनम् अस्ति महोदय श्रद्धावन्तः श्रद्धावद्भिः श्रद्धावद्भिः ज्ञानं लभ्यताम् लभ्यतां. समीचीनं, हा समीचीनम्, अस्तु धन्यवादः. अस्तु अग्रे रघुवीरेन्द्रस्वामी. महोदय त्वं वा महोदय, त्वं मम, त्वं मम, त्वं मम प्रकृतिं विद्धि, त्वया मम प्रकृतिः ज्ञा. हा तत्र विद् इति अस्ति, विद्यते, विद्यता, तत्र वेद् वेत्ति अथवा इति अस्ति, तत्र विद्यते इति, हा विद्यते इति रूपं भवति महोदय. विद्यतां वा महोदय? हा विद्यतां, हा पया मम प्रकृतिः विद्यतां. हा विद्यताम् इति समीचीनं. हा तत्र विद्यति धातुः कर्तृप्रयोगे तत्र लट्लकरे वेद अथवा वेत्ति इति रूपम्. समीचीनं, अग्रे. युवां सत्यं वदतां, युष्माभिः सत्यं नपुंसकमेव इति अहं चिन्तयामि महोदय. युष्माभिः सत्यं वद, तत्र वदति किं भवति? वदति कर्मणि प्रयोगे वदति किं भवति? उद् उच्यते वा? उद्यते, उद्यते, उद्यते. हा भक्ति भवति उच्यते, वदति भवति उद्यते, अतः तत्र उद्यते, उद्यताम्. हा उद्यतां, हा तत्र युवां न न न उद्यतां न उद्येताम् न न युवाम् इति किं भवति? युवाम् इति युष्माभिः न न न युष्मभ्यां त्वं युवां यूयं खलु महोदय? त्वं युवां यूयं द्विवचनं महोदय, अतः द्विवचन द्विवचन तृतीयविभक्ति द्विवचनं किं भवति? भ्यां युष्माभ्यां. हा युष्माभ्यां, युष्माभ्यां सत्यं उद्यताम्. हा उद्यताम्, यतोहि सत्यम् इति एकवचनं. समीचीनम्. अहं चिन्तयामि महोदय युवाभ्यां नास्ति द्विवचनं तृतीयविभक्ति इति वा? युष्मभ्यां नास्ति वा? युवाभ्यां वा? युवाभ्यां. हा धन्यवादः महोदय, धन्यवादः. हा युष्माभ्यां बहुवचनं युष्म किं भगिनि? युष्माभ्यां बहुवचनम् बहुवचनं तु युष्माभिः, युष्माभिः द्विवचनं युवाभ्यां युष्मभ्यां. किं भगिनि? चतुर्थी युष्मभ्यां, चतुर्थी, हा चतुर्थी युष्मभ्यम्. अस्तु अस्तु अस्तु, युवाभ्यां, युवाभ्यां. हा धन्यवादः नरेन्द्र नरेश महोदय. हा अतः तत्र युवाभ्यां सत्यं, युवाभ्यां सत्यम् उद्यताम्, उद्यतां. समीचीनं, हा धन्यवादः. अग्रे. भवन्तः गीतां शृण्वन्तु. भवद्भिः गीतं खलु? गीतां, गीताम् इति स्त्रीलिङ्गपदम्. गीता वा महोदय? गीता, किन्तु गीतं भिन्नम् अस्ति, गीतां, गीता इति भिन्नमस्ति. लिसन् टु गीता. अस्तु, गीता भवद्भिः, भवद्भिः गीता गीता श्रूयताम् एव, श्रूयताम् इति. समीचीनं. भवती भ्रातॄन् उपदिशतु. भवत्या भ्रातारः, भ्रातारः उपदिश्यन्ताम्. हा उपदिश्यन्ताम् भ्रात, तत्र भ्राता भ्रातारौ भ्रातारः किं भवति? भ्रातारः, हा न न न तत्र भ्रातरः पितरः पित्रा हा पिता पितरौ पितरः भ्राता भ्रातारौ भ्रातरः अतः भवत्या भवत्या भ्रातरः उपदिश्यताम् उपदिश्यन्ताम् हा उपदिश्यन्ताम् समीचीनम् यूयं विश्वम् यूयं विश्वमार्यं कुरुत्वम् वेद हा ऋग्वेदमन्त्र युष्माभिः आर्यः विश्वमार्यः न न तत्र पुनः तत्र विश्वम् आर्यमेव तत्र आर्यं विश्वमिति नपुंसकलिङ्गपदम् अतः विश्वम् आर्यम् एव तिष्ठति कर्मपदं महोदय आर्यः नास्ति वा आर्यः अत्र विश्वमिति पदस्य विशेषणम् अस्ति आर्यः इति अस्ति पदमपि अस्ति विशेषणत्वेन अस्ति तत्र आर्यः तथैव विश्वम् इति विशेषणं नास्ति वा न न न आर्यं तत्र विश्वं कीदृशं कुरु आर्यम् इति करोतु इति तत्र नाम विश्वम् उत्तमं करोतु इति सत्यं सत्यम् अतः विश्वं कीदृशं भवेत् इति विश्वम् आर्यं भवेत् तर्हि युष्माभिः विश्वमार्यं तत्र विशेष्यम् आर्यं कीदृशम् इति तत्र विशेषणम् आर्यम् अतः तत्र आर्यं विश्वम् युष्माभिः विश्वमार्यं कुरुत्वं तु तत्र अस्ति तत्र कृधातुः कृधातुः तत्र कर्मणि लटि किं भवति क्रियते हा तत्र क्रियते तत्र कुरुते इति यतोहि कुरुध्वम् इति आत्मनेपदी धातुः क्रियध्वं वा महोदय न न क्रियताम् इति यतोहि प्रथमपुरुषे एकवचने खलु कर्मपदं कर्मणि प्रयोगे कर्तृपदस्य क्रियताम् कर्मणि प्रयोग हा अतः क्रियताम् युष्माभिः विश्वमार्यं क्रियताम् युष्माभिः विश्वमार्यं क्रियताम् इति अस्तु समीचीनम् अस्तु अस्तु तर्हि तत्र लक्ष्मी भगिनी भवती एव तत्र अन्ते शान्तिमन्त्रं वदति वा भगिनी हा अस्तु महोदय सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ओम् श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः महोदय धन्यवादः भगिनि धन्यवादः महोदय नमस्कारः अतः तत्र अग्रिमे वर्गे अपि तत्र एषः एव विषयः भवतु तदनन्तरं तत्र अग्रिमे पुटे पेज् 141 मध्ये तत्र गीतम् अस्ति अथवा अपि सूक्तिः अस्ति तमपि पठित्वा अग्रिमे वर्गे तेषां चर्चां कुर्मः धन्यवादः नमस्कारः पुनर्मिलामः हरि ओम् महोदय नमस्कारः